सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतं. पूर्वस्मिन् वर्गे आत्मनेपदीधातूनां लट्लकाररूपाणि वयं ज्ञातवन्तः. तस्मिन् अवसरे एव वयम् एकां कथां पठितवन्तः, भ्रातृमेलनं नाम्ना. तस्यां कथायां भीमसेनः हनुमन्तं पुच्छे गृहीतवान् इति एकं वाक्यम् अस्माभिः दृष्टम्. तस्मिन् वाक्ये सप्तमीविभक्तेः प्रयोगः कृतः. तत् किमर्थम् इति तस्मिन् प्रसङ्गे अहम् एकम् अभ्यासं प्रेषितवती. तस्मिन् अभ्यासे कानिचन वाक्यानि दत्तानि, तानि वाक्यानि उदाहरणम् इव पूरणीयानि. तत्र अद्यापि वयं पुनः एकवारं करपत्रस्थानि वाक्यानि परिशीलयामः. ह्यः तत् करपत्रं पुनः प्रेषितवती. तत्र सप्तमी विभक्तिः तत्र किमर्थम् आयाति, एकं तत्र नाम अस्ति सप्तमी विभक्तिः किमर्थम् इति एकं करपत्रमस्ति. अन्यत् करपत्रम् अभ्यासार्थम् इदम् इति करपत्रद्वयम् ईमेल् माध्यमेन प्रेषितवती. तं नियमम् अवगन्तुम् अद्य इतोपि विस्तरेण चिन्तनं कुर्मः. तत्र करपत्रस्थानि वाक्यानि परिशील्य अन्येषां पदानाम् अर्थः कः, अन्यानि पदानि कथं निष्पन्नानि इत्यस्मिन् विषये किञ्चित् चिन्तनं कुर्मः. तदनन्तरम् अस्माकं पार्श्वे एका रचना अस्ति, सन्ततिः कस्मै न रोचते इति एका रचना अस्ति. रचनायाम् अपि कानिचन पदानि आत्मनेपदीरूपाणि दत्तानि, तेषां विषये किञ्चित् चर्चयिष्यामः. आरभामः. सर्वे तत् करपत्रं पश्यन्तु, प्रथमं करपत्रं पश्यन्तु. तत्र इन्द्रजित् मायाशीतां केशेषु गृहीतवान् इति तस्मात् आरभ्य अद्य पुनः परिशीलयामः. अत्र भूमा भगिनी, भवती प्रथमं वाक्यं तत्र पठतु. आं भगिनि, यः एकनिमिषः भगिनि. टुडे ऐ एम् ऑन् अ न्यू डिवैस् एण्ड् ऐ एम् मेट् टु एक्स्प्लोर् द वेरियस् टेप्स् एण्ड् आल्, सो ऐ जस्ट् लिसन् टुडे. ऐ डोण्ट् हेव् अ करपत्रम् इन् दिस् डिवैस्. शृणोमि. भूमा भगिनी पठतु प्रथमं वाक्यम्. इन्द्रजित् मायासीतां केशेषु गृहीतवान् इति एतस्मिन् वाक्ये ग्रहणक्रियायाः कर्म सीता, कर्मभूतायाः सीतायाः अङ्गे केशे इन्द्रजित् गृहीतवान्. एवं कर्मणः यस्मिन् अङ्गे ग्रहणं, ताडनं, प्रहरणम् इत्यादिकं भवति, तस्य अङ्गस्य सप्तमी भवति. इत्युक्ते अत्र विषयः तु अस्माभिः ज्ञातः एव, वयम् अवगतवन्तः एव. किञ्चित् अत्र कानिचन पदानि सन्ति, तेषाम् अर्थः कः, कीदृशानि पदानि सन्ति अत्र इति एकवारं चिन्तयामः. अत्र इन्द्रजित् इति एकं पदमस्ति. अत्र इन्द्रजित् इति पदं कीदृशं पदम्? इन्द्रजित् प्रथमाविभक्ति एकवचनं इन्द्रजित्. अत्र इन्द्रजित् इति पदस्य प्रसङ्गे पूर्णेन्दु महोदय, भवान् वक्तुमिच्छति वा, नो चेत् अहं वदामि. कोऽपि जानाति चेत् तत्र समस्तपदम् एतत् पदम् इन्द्रियाणां. न न तथा न तथा न, अहं किञ्चित् वदामि. अत्र इन्द्रजित् इति पदं वयं जानीमः एव, रावणस्य पुत्रस्य नाम अस्ति. किन्तु अत्र एतत् पदं समस्तपदमस्ति. तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् इन्द्रं जयति अथवा इन्द्रं जितवान् इति, इन्द्रं जितवान् अथवा इन्द्रं जयति इति विग्रहवाक्यं भवति. तत्र जयति इति पदं लट्लकाररूपम् अस्ति, अपि च जि धातोः रूपं, जि धातुतः जितवान्, जयति इत्यादीनि तत्र रूपं सिद्ध्यति. तत्र क्विप् नाम्ना एकः प्रत्ययः अस्ति. एतादृशानि पदानि बहूनि पदानि सन्ति, वयं जानीमः एव, शास्त्रवित्, कर्मकृत्, लोकक्षयकृत्, विश्वजित्, वेदवित्, एतादृशानि पदानि. तत्र उपपदसमासः नाम्ना एकः समासः अस्ति. इत्युक्ते अत्र विश्वजित् इत्युक्ते विश्वं जयति. साधारणतया सुबन्तपदेषु मध्ये, सुबन्तपदेषु पदयोः मध्ये एव समासः भवति, किन्तु उपपदसमासप्रसङ्गे विशिष्टरीत्या तत्र तिङन्तपदमपि विग्रहवाक्ये श्रूयते. शास्त्रवित् इति वदामश्चेत् यः शास्त्रं वेत्ति सः शास्त्रवित्. विश्वजित् इत्युक्ते यः विश्वं जयति सः विश्वजित्. तथा एव वेदवित्, यः वेदं वेत्ति सः वेदवित् इत्यादीनि पदानि सिद्ध्यन्ति. तत्र उपपदसमासः अस्ति. अत्र पदमस्ति इन्द्रजित् इत्युक्ते इन्द्रं जयति अथवा इन्द्रं जितवान् इति अर्थः अस्ति. अपि च अत्र इतोपि कर्मकृत् इत्युक्ते यः कर्म करोति सः कर्मकृत् इति भवति. कर्मभूतायाः सीतायाः अङ्गे केशे इन्द्रजित् गृहीतवान् इति. अत्र विषयः तु सुलभः एव, वयं सर्वे अवगतवन्तः एव. अपि च अग्रिमे वाक्ये, अग्रिमं वाक्यं पुनः एकवारं पठतु भगिनि. एवम् एवं कर्मणः यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी भवति. सप्तमी उपयुज्यामः, उपयुज्महे, उपयुज्महे, प्रयुज्महे, प्रयुज्महे, उपयुज्महे. उत्तमं, वदतु. अङ्गस्य सप्तमी विभक्ति उपयुज्महे. अत्र कर्मणः इति पदमस्ति, तस्मिन् विषये किञ्चित् वदतु. कीदृशं पदम्? एवं कर्मणः किं वस्तु कर्म भवति. यथा सीता कर्म भवति इदानीं, यस्य कर्म भवति तस्य अङ्गस्य सप्तमी विभक्ति उपयुज्यामः. उत्तमम्, उत्तमं, तावत् तदेव अत्र लिखितमस्ति. किन्तु मम प्रश्नः तु कर्मणः इति पदस्य विभक्तिः का? अत्र चिन्ता मास्तु भगिनि. दर्शना भगिनि भवती वदतु, अत्र कर्मणः इति पदस्य विभक्तिः का, वचनं किम्? कर्मणि. चिन्ता मास्तु भगिनि, भवती शृणोतु. सप्तमी एकवचनं, षष्टि एकवचनं. कर्मन् इति प्रातिपदिकं भगिनि, कर्मणः पञ्चमी, षष्टि षष्टि एकवचनं, षष्टि एकवचनं. ललिता वेनेशन् आम् द्वितीया बहुवचनस्ति. इत्युक्ते बहुषु स्थलेषु कर्मणः इति रूपं दृश्यते, किन्तु अधुना अत्र शुभदा भगिनी, अहं चिन्तयामि शुभदा भगिनी उक्तवती इति भाति षष्टिविभक्तिः इति. भगिनी भवती किञ्चित् वदतु, अस्य पदस्य प्रातिपदिकं किम्? कर्मन् इति प्रातिपदिकं नकारान्त नपुंसकलिङ्गे प्रातिपदिकं कर्मन्. अस्य पदस्य षष्टि प्रथम षष्टि एकवचनं, सोरि, क्षम्यताम्. इत्युक्ते किञ्चित् इत्युक्ते एकवारं स्मारयति वा अत्र द्वितीयाविभक्तिपर्यन्तं? कर्मन् कर्म कर्मणि कर्माणि कर्म कर्मणि कर्माणि इति प्रथम द्वितीया च. उत्तमम्. अत्र तु यथा भवन्तः सर्वे उक्तवन्तः एव कर्मणः इति पदं बहुषु स्थलेषु दृश्यते. तत्र इदं पदं नपुंसकलिङ्गपदं नकारान्तपदं. नपुंसकलिङ्गपदमस्ति इति कृत्वा प्रथमाविभक्त्यां द्वितीयाविभक्त्यां रूपाणि समानानि. कर्म कर्मणि कर्माणि, कर्म कर्मणि कर्माणि इत्यादीनि रूपाणि भवन्ति. किन्तु अत्र अस्मिन् प्रसङ्गे कर्मणः इति कर्म शब्दस्य षष्टिविभक्ति एकवचनरूपं दत्तमस्ति. उत्तमम्. अनन्तरम् अत्र अन्यानि पदानि सन्ति. यस्मिन् अङ्गे इति लिखितमस्ति. भगिनी भवती एव वदतु, यस्मिन् इति कीदृशं पदम्? अन्य अन्य सर्वे शृण्वन्तु, भगिनी वदतु. यस्मिन् शब्दस्य प्रातिपदिकं सप्तमी विभक्ति एकवचन इति तु अहं जानामि. प्रातिपदिकम् अहं लिटिल् कन्फ्यूस्ड्. यस्मिन् शब्दस्य प्रातिपदिकं यत्, यत् ओके. अत्र अङ्गे, यस्मिन् अङ्गे इति पदद्वयमस्ति. तयोर्मध्ये कीदृशसम्बन्धः अस्ति? विशेषणविशेष्य. यस्मिन् इति विशेषणम्, अङ्गस् अङ्ग इति शब्दस्य विशेषणं यस्मिन्, यत् विशेषणविशेष्य द्वयोः सप्तमी विभक्ति अस्ति. उत्तमम्. अपि च अत्र अङ्गे इति पदस्य लिङ्गं किम्? नपुंसकलिङ्गि अङ्गः. ओके. तत्र भ्रमः मास्तु, नपुंसकलिङ्गि एव. किमर्थं पृष्टवती इत्युक्ते कुत्रचित् अस्माकं कृते भ्रमः भवति, भ्रमः जायते एव. अत्र तु अङ्गम् अङ्गं नपुंसकलिङ्गपदम्. अङ्गम् अङ्गानि इति सुवर्णपदमस्ति. अपि च ग्रहणं ताडनं प्रहरणम् इत्यादीनि पदानि सन्ति. तेषां विषये भवती यद् जानाति तद्वदतु. ग्रहणं ताडनं प्रहरणम् इत्यादि किमपि क्रिया अङ्गे भवति, कश्चित् अङ्गे भवति इत्यपि इत्युक्ते द्वितीया एकवचन अस्ति. ग्रहणं ताडनं प्रहरणम् इति कर्म एव भवति इदं वाक्ये. अत्र भगिनी पश्यतु, अत्र किं लिखितमस्ति? यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति. इत्युक्ते अत्र भूधातुः अस्ति इति कृत्वा एतानि पदानि प्रथमाविभक्त्यां सन्ति. इत्युक्ते अकर्मकधातुः अस्ति इति कृत्वा अस्मिन् वाक्ये एतानि पदानि प्रथमाविभक्त्यां सन्ति. अपि च एतानि पदानि ल्युट् प्रत्ययान्तरूपाणि, इत्युक्ते ल्युडन्तरूपाणि इति वदामः. इत्युक्ते ग्रहधातोः रूपं ग्रहणं, ताडयति ताड् तड् धातोः रूपं ताडनं, हृधातोः रूपं हरणं. तत्र प्र इति उपसर्गः अस्ति. प्रा उपसर्गपूर्वकः, हृधातुः ल्युट् प्रत्ययान्तः. अभ्यासः भगिनि, इत्युक्ते यूजुलि वि थिङ्क् वेन् वि ट्रान्स्लेट् फ्रम् कन्नड टु संस्कृत, केशं गृहीतवान्, केशवन्नु hidukondano, but like that we should not say. This rule says we must use kesha in saptami vibhakti. Apicha asmin atra asyam kathayam eva kutrachit puchham gruhitva, puchham gruhitva iti api vakyam asti. Ichukte tatra gruhitva iti padam tvanta padam asti iti krutva tasmin vakye कर्मपदं भवति. किन्तु अत्र तु अधिकरणम् अस्ति इति कृत्वा सप्तमी भवति. पुनः एकवारं कथां पठन्तु. कथायां पुच्छं गृहीत्वा इति वाक्यमपि अस्ति. अस्तु अस्तु, पठतु भगिनि. अभ्यासः. अधः कर्तृपदं कर्मपदं कर्मणः अङ्गं क्रिया च क्रमेण निर्दिष्टानि सन्ति. अत्र क्रमेण इति पदमस्ति, कीदृशं पदम्? क्रमेण तु तृतीया एकवचन अस्ति, क्रमः क्रम इति क्रमः इति पदम् अस्ति. तत्र णत्वं किमर्थम् अस्ति? रकार कृ अस्तु, रकार अस्ति चेत् मकार किमपि बाधा न करोति मध्ये, नकार परम् अस्ति चेत् णकार भवति. उत्तमं. कर्मणः अङ्गम् इति लिखितमस्ति, अत्र विभक्तिः का? कर्मणः इति तु षष्टि भगिनी. उत्तमम्. अपि च अत्र निर्दिष्टानि सन्ति इति लिखितम् अस्ति, इत्युक्ते निर्दिष्टानि इति पदमस्ति, अत्र प्रातिपदिकमस्ति निर्दिष्ट, तत्र पदानि निर्दिष्टानि इति लिखितमस्ति, इत्युक्ते पदानि इत्यस्य विशेषणम् अस्ति, इत्युक्ते कर्मपदं, कर्मणः अङ्गं, क्रिया च क्रमेण निर्दिष्टानि. निर्दिष्टानि इति पदं दृष्ट्वा अथवा निर्दिष्ट इति पदं दृष्ट्वा भवती यद् जानाति वदतु. निर्दिष्टानि पद, निर्दिष्टानि अत्र तु विशेषण अस्ति, पदानि विशेष्य अस्ति बहुवचनरूपम्. अत्र तु सन्ति अस्ति चेत् प्रथमविभक्ति एव निर्दिष्टानि पदानि बहुवचनरूपं नपुंसकलिङ्गम्. अपि च निर्दिष्ट भवती एव उक्तवती प्रातिपदिकम् अस्ति. उत्तमम्. उत्तमम्. अत्र प्रातिपदिकमस्ति निर्दिष्ट. एतत् पदं कृतान्तरूपं, कृताप्रत्ययान्तरूपम्, इत्युक्ते निर् उपसर्गपूर्वकः दिश् धातुतः कृताप्रत्ययस्य योजनेन निर्दिष्ट इति प्रातिपदिकं सिद्ध्यति. तत्र पदनिर्माणप्रसङ्गे हल्सन्धिकार्यं भवति, इत्युक्ते तत्र ष्टुनाष्टुः इति कार्यं भवति, तेन दिश् योगः त तत्र कृताप्रत्ययान्तरूपम् अस्ति. कृताप्रत्ययं योजयामश्चेत् तत्र कृता इत्यस्मिन् ककारस्य इति संज्ञा भूत्वा तत्र तकारः एव अवशिष्यते. तत्र ष्टुनाष्टुः इति सूत्रेण तत्र कार्यं भवति. अपि च अत्र इतोपि किं लिखितमस्ति, साहाय्यम् इति पदमस्ति, तेषां साहाय्येन पूर्णानि वाक्यानि रचयत इति लिखितमस्ति. साहाय्यम् इति पदं तद्धितप्रत्ययान्तपदम्, इत्युक्ते सहायस्य भावः साहाय्यम्. साहाय्यम् इति पदस्य तृतीयाविभक्त्यन्तं रूपम् अत्र लिखितमस्ति, साहाय्येन. तत्र एकः प्रत्ययः अस्ति, ष्यञ् इति एकः प्रत्ययः अस्ति, ष्यञ् प्रत्ययान्तरूपम्. सहायस्य भावः साहाय्यम् इति भवति. अत्र पूर्णानि इति एकं पदमस्ति, अत्रापि क्रमेण इत्यस्मिन् तत्र क्रमेण इति पदं पश्यामश्चेत् तत्र णत्वस्य कृते भिन्नं कार्यं, भिन्नं सूत्रं कार्यं करोति, पूर्ण इत्यस्मिन् भिन्नसूत्रं कार्यं करोति. तत्र भेदः कः वदति वा भगिनि? विस्मरामि भगिनि, क्षम्यताम्. अट्कुप्वाङ्ग्, अट्कुप्वाङ्ग् इति सूत्रेण तु पूर्ण, अत्र पूर्ण, अत्र अस्माकं कक्षायां पूर्णेन्दुमहोदयः अस्ति, तथा एव अत्र पूर्ण, पूर्ण इत्यस्मिन् पदे साक्षात् अनन्तरं, साक्षात् अनन्तरम् इत्युक्ते रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति इति कृत्वा रेफस्य प्रभावेन तत्र निमित्तं रेफः अस्ति, रेफस्य कारणेन तत्र रषाभ्यां नोणः समानपदे इति सूत्रेण पूर्णानि इत्यस्मिन् पदे मूर्धन्यणकारः आगतः. किन्तु क्रमेण इत्यस्मिन् पदे न केवलं रषाभ्यां नोणः, तत्र अनुवृत्तिरूपेण रषाभ्यां नोणः अपि अनुवृत्तिरूपेण आयाति, किन्तु तत्र सूत्रमस्ति अट्कुप्वाङ्नुं व्यवायेपि. पूर्ण इत्यस्मिन् पदे केवलं रषाभ्यां नोणः, क्रमेण इत्यस्मिन् पदे अट्कुप्वाङ् नुं व्यवायेपि, अपि च तत्र पूर्वसूत्रात् पदानि अनुवृत्तिरूपेण आयान्ति. इत्युक्ते तत्र रेफस्य साक्षात् अनन्तरं दन्तिनकारः नास्ति इति कृत्वा तत्र मध्ये व्यवधानमस्ति अथवा मध्ये केचन वर्णाः सन्ति इति कृत्वा तत्र भिन्नसूत्रेण णत्वं भवति, मूर्धन्यणकारः आयाति. उत्तमम्. अनन्तरं धन्यवादः भगिनि. पूर्णानि इति शब्दे रेफ निमित्तं न भवति पूर्ण, देन् नि न तिष्ठति किल नेक्स्ट् लेटर् पूर्णानि, दट् डजन्ट् बिकम् पूर्णानि. किमर्थम्? Is it because nakara comes in the end? मध्ये नकार बाध भवति. उत्तमम्. इत्युक्ते तत्र टवर्गीयव्यञ्जनं अस्ति इति कृत्वा मूर्धन्य अणकारः एव बाधकवर्णः भवति इति कृत्वा तत्र अन्तिम वर्णः दन्त्यनकारः एव तिष्ठति. उत्तमम्. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती एव उदाहरणम् अत्र आवरणे दत्तमस्ति, पठतु. यथा सः अहं वक्षस्थलं प्रहृतवान्, सः मां वक्षस्थले प्रहृतवान्. अत्र तु हृ धातु अस्ति चेत् अहं वक्षस्थलम् इत्युक्ते मम अङ्गस्य एव विषय अस्ति. तदनन्तरं यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादीनि इति दत्तं, वक्षस्थलम् इति अङ्गम् अस्ति अत्र. तदनन्तरं सप्तमी वयं योजयामः माम् इत्युक्ते कस्य वक्षस्थले, मां वक्षस्थले द्वितीय विभक्ति मां, वक्षस्थले तु सप्तमी. किञ्चित् एकवारम् अस्मत् शब्दस्य रूपाणि किञ्चित् द्वितीया विभक्तिपर्यन्तं वदतु. अस्मद् द्वितीयपर्यन्तं तु माम् आवयोः अस्मान्. भगिनी पुनः एकवारम् अस्मत् शब्दस्य प्रथमाविभक्त्यन्तरूपाणि. अहम् आवां वयं द्वितीय, अहम् आवां वयं तु प्रथम, द्वितीय तु माम् आवाम् अस्मान्. आवयोः इति वदामश्चेत् आवयोः तु, ओ क्षम्यताम्, अहम् आवयोः वदामि भगिनी, क्षम्यतां. तत्तु षष्ठी अपि सप्तमी द्वितीय, क्षम्यतां भगिनि, आवामिति अहं. चिन्ता मास्तु. इत्युक्ते अत्र अस्मत् शब्दस्य रूपाणि अत्र द्वितीयाविभक्तिरूपं दत्तमस्ति. कर्मपदं भवति तत्र वक्षस्थलम् इति नपुंसकलिङ्गपदं, वक्षस्थलं. तत्र वक्षः तत्र विसर्गः विकल्पेन लोपः भवति इति मया पठितं. तत्र इत्युक्ते विकल्पेन रूपद्वयं भवति, इत्युक्ते वक्ष विसर्गसहितं रूपं, विसर्ग रहितं रूपमपि साधु एव, तत्र रूपद्वयमस्ति इति मया श्रुतम् एकदा. अपि च प्रहृतवान् इति वदतु भगिनि. वक्षः, वक्षः इत्युक्ते किम्? उरः. उरः चेस्ट्. चेस्ट् किन्तु वक्षस्थलम् इत्युक्ते चेस्ट्, किन्तु वक्ष एव इत्युक्ते किम्? वक्षः वक्षस्थलम् इस् प्रदेश, चेस्ट् प्रदेश, वक्ष इस् जस्ट् चेस्ट्. भगिनी एकः प्रश्नः, तत्र सः मां वक्षस्थले प्रहृतवान् इति यथा भवती उक्तवती, तत्र सः तं सः तस्य वक्षस्थलं गृहीत्वा प्रहृतवान् अपि भवितुम् अर्हति किल? सः तस्य वक्षस्थलं गृहीत्वा तस्य वक्षस्थलं गृहीत्वा प्रहृतवान्। तत्र त्वा आगच्छति चेत् कर्मपदं भवति इति वा? केशग्रहणं शक्यते, वक्षग्रहणं न, स्ट्रेट् अवे ताडनं न। You don't hold the vakshasthala and then do the tadanam. You straight away tatra vyakarana vishaye prishtavati tatra gruhitvanta iti padam agachati chet bhagini karma padam bhavitum arhati kila yatha bhimasenaha puchyam gruhitva tatha puchyam gruhitva iti uktavati atah prishtavati समीचीनं वा भगिनि इति मम चिन्तनम्। अस्तु अस्तु अस्तु, धन्यवादः भगिनि। अनन्तरम् अत्र वदतु भगिनि, वक्षस्थले इति समस्तपदं वा भगिनि? समस्तपदमिति भाति, विग्रहवाक्यं द्रष्टव्यम्, अहं न दृष्टवती। धन्यवादः, चिन्तनमस्तु। अनन्तरम् अत्र प्रहृतवान् इति पदमस्ति। गीताञ्जलि भगिनि इतोपि किञ्चित् वदतु। प्रहृतवान् भवती एव उक्तवती पूर्वस्मिन् काले। प्र इति उपसर्ग, हृ इति धातुरूपम्, अपि च भवती एव उक्तवती, एकं प्रत्यय अस्ति क्विप् क्विप्। न न, अत्र पश्यतु भगिनि, प्रहृतवान् भवती जानाति एव, प्रहृतवान्। ओ प्रहृतवान्, त्वान्त अति तु त्वान्तरूपम् अस्ति। न न, चिन्तयतु, इतोपि चिन्तयतु, पठितवान् पठितवती। अस्तु क्षम्यतां भगिनि, प्रहृतवान् इति तु बुद्धिमान् इति। न बुद्धिमान् इति पदं भिन्नं पदं, बुद्धिमान् इति मतु प्रत्ययान्तरूपं, किन्तु अत्र प्रहृतवान् इति लिखितमस्ति, पठितवान् पठितवती इव। तवतु तवतु, क्षम्यतां भगिनि, अत्र क्रमः मास्तु, चिन्ता मास्तु। अत्र प्रहृतवान् इति पदमस्ति, प्र उपसर्गपूर्वकः, हृ धातुः, क्तवतु क्तवतु इति प्रत्ययः अस्ति। अत्र क्तवतु प्रत्ययान्तपदमस्ति चेत् तत्र ककारस्य इति संज्ञा भवति, अपि च ऊकारस्य इति संज्ञा भूत्वा तत्र तवत् इति अन्ते अनुबन्धलोपानन्तरं प्रत्यये केवलं तवत् इति रूपमेव अवशिष्यते। अधुना प्रहृतयोगः तवत्, प्रायोगः हृयोगः तवत्, प्रहृतवत् इति प्रातिपदिकं भवति, प्रहृतवत् इति तकारान्तप्रातिपदिकम् अस्ति, अपि च तस्मात् पुंलिङ्गे प्रहृतवान्, स्त्रीलिङ्गे प्रहृतवती, नपुंसकलिङ्गे प्रहृतवत् इति रूपाणि भवन्ति। क्तवतु प्रत्ययान्तरूपम् अत्र दत्तमस्ति, उत्तमम्। अनन्तरं शोभा भगिनी भवती पठतु अग्रिमं वाक्यं। क्षम्यतां भगिनी, अहम् आगच्छामि। शृणोतु भगिनी, उत्तमं। शोभा भगिनी भवती पठतु। आं भगिनि, आरक्षकः चोरः कण्ठः गृहीतवान् इति दत्तं। तत्र आरक्षकः यथा उदाहरणे दत्तम्, अहं वक्षस्थलं प्रहृतवान्, मां वक्षस्थले प्रहृतवान्। आरक्षकः चोरं कण्ठे गृहीतवान् इति भवितुम् अर्हति। इतोपि किञ्चित् वदतु भवती यत् जानाति अत्र पदानां प्रसङ्गे। आम्, आरक्षकः इति प्रथमाविभक्तौ दत्तं, रक्षकः इति पदस्य आ इति उपसर्गपूर्वकः पदम्, आरक्षकः इति रक्षणे आगच्छति। चोरः इत्युक्ते प्रथमविभक्ति, यः चोरयति, चुर्धातोः रूपमेव, चुर्धातोः धूतं रूपं, क्षम्यतां, चुर्धातोः रूपं, णिच् प्रत्ययेन चोरयति इति भवति खलु भगिनि? आम् आम्, चोरयति चोरयति इति पदं कस्मिन् गणे अस्ति भवती स्मरति? चुरादिगणे अस्ति, चुर् धातुः योगः णिच् प्रत्ययः अपि च शप् प्रत्ययेन चोरयति इति अन्तिमरूपं निष्पन्नम्. अपि च कण्ठः इति, कण्ठः इत्युक्ते त्रोट् इति अर्थम् अर्थे, तत्र कण्ठः प्रथमविभक्तौ. अन्यत् किमपि न जानामि तत्र. गृहीतवान् किं भगिनि? गृहीतवान् इति कीदृशं पदम्? गृहीतवान् इति तवतु प्रत्यय तत्र. गृह् धातुः इति मन्ये ग्रहणे. अत्र किञ्चित् वदामि, इत्युक्ते अत्र गृहीतवान् इति पदमस्ति, किन्तु धातुः तु ग्रह् धातुः. ग्रहधातुतः गृह् इति रूपं कथमायाति? पूर्वमपि अहम् उक्तवती, किन्तु पुनःस्मरणार्थं किञ्चित् वदामि. अत्र गृह् रूपं कथमायाति ग्रह् धातुतः इत्युक्ते, तत्र एकं कार्यं भवति, सम्प्रसारणम् इति एकं कार्यं भवति. तत्र सम्प्रसारणसूत्रमस्ति इग्यणः सम्प्रसारणम्. सम्प्रसारणं नाम किम् इति तत् सूत्रं वदति, इग्यणः सम्प्रसारणं. किन्तु अत्र विशिष्टं सूत्रमस्ति, ग्रहिज्या वै व्यधि वष्टि विचति वृश्यति पृच्छति भृज्यतीनाम् इति एकं सूत्रमस्ति. तेन सूत्रेण अत्र ग्रहधातुतः गृह् इति रूपम् आयाति. तत्र दीर्घसूत्रेण कार्यं भवति, किन्तु कीदृशं कार्यं भवति इत्युक्ते सम्प्रसारणकार्यं भवति. इग्यणः सम्प्रसारणम् इति, सम्प्रसारणं नाम किम् इति तत् सूत्रं वदति. अपि च अत्र यथा भवत्या उक्तं, तावत् प्रत्ययान्तरूपम् अस्ति, गृहीतवान् गृहीतवती. आरक्षकः इत्यस्मिन् तत्र णुवल् प्रत्ययः अस्ति. रक्षकः पाठकः इव. अपि च कण्ठ इति पदस्य विषये, यद्यपि अत्र अस्माकं प्रस्तुतविषय प्रकृतिविषयः नास्ति, तथापि किञ्चित् वदामि. अत्र नीलकण्ठः, कालकण्ठः, गरळकण्ठः, विषकण्ठः इत्यादीनि पदानि सन्ति. तानि पदानि समस्तपदानि. अत्र नीलकण्ठः इति वदामश्चेत् नीलं कण्ठे यस्य सः, कालकण्ठः इत्युक्ते कालः कण्ठे यस्य सः, गरळं कण्ठे बहुव्रीहि खलु. उत्तमम् उत्तमं. गरळं कण्ठे यस्य सः इति विग्रहवाक्यं भवति, अथवा विषं कण्ठे यस्य सः. एतानि पदानि सर्वाणि बहुव्रीहिसमासे युक्तानि पदानि. किन्तु तत्र एव एकं पदमस्ति, कण्ठे कालः इति एकं विशिष्टं पदमस्ति. साधारणतया नीलकण्ठः, गरळकण्ठः, विषकण्ठः, तत्र कण्ठशब्दः उत्तरपदं भवति, किन्तु कण्ठे कालः इति एकं पदम् अस्ति. तत्र बहु विशिष्टं कार्यं भवति, इत्युक्ते साधारणतया समस्तपदेषु पूर्वपदस्य विभक्तिलोपः भवति साधारणतया, किन्तु कुत्रचित् विशेषरीत्या अपवादत्वेन तत्र पूर्वपदस्य विभक्तिलोपः न भवति. इत्युक्ते अलुक् अलुक् भवति. लुक् इत्युक्ते लोपः, अलुक् इत्युक्ते लोपः न भवति, पूर्वपदस्य विभक्तिलोपः न भवति इति कृत्वा तत्र अलुक् समासः इति वदामः. कण्ठे कालः इति एकं विशिष्टं पदं, तत्पदमपि अस्ति. उत्तमं भगिनि. एकः प्रश्नः, समस्तपदे यत् द्वे पदे स्तः प्रथमापद अन्तिमपदस्य लिङ्गम् आयाति वा, अथवा अर्थे एव अर्थस्य मूलक एव तत्र लिङ्गं भवति वा, यथा भवती उदाहरणं मां दत्तवती एकम् उदाहरणे, यथा भुजगः यस्य शयनं, भुजगशयनं, भुजगशयनः, तत्र शयनम् इति नपुंसकपदम् आयाति अन्तिमं. तत्र सामान्यतया किं भवति अपि किञ्चित् वदति वा भगिनी? केवलं भुजगशयनः इति एकमेव पदं स्वीकृत्य वदामि. वयं साधारणतया शीङ् धातुं जानीमः. शीङ् धातोः तत्र औपदेशिक अवस्थायां शीङ् धातुः तत्र ण्यकारः इति संज्ञकवर्णः अस्ति इति कृत्वा सः धातुः आत्मनेपदी धातुः भवति. शेते इति रूपम् अस्ति. शीङ् धातोः ल्युडन्तरूपम् एव ल्युट् प्रत्ययान्तरूपमेव शयनम्. साधारणतया ल्युड साधारणतया नास्ति, सर्वदा ल्युडन्तरूपाणि नपुंसकलिङ्गपदानि एव भवन्ति. पठनं, ग्रहणं, ताडनं, शयनं नपुंसकलिङ्गपदं. किन्तु भुजगशयनः इति पदं समस्तपदं. तत्र विग्रहवाक्यं वक्तव्यं. कथं? भुजगः, भुजगः इत्युक्ते सर्पः. भुजगः शयनं यस्य सः भुजगशयनः. यस्य शयनं भुजगः अस्ति सः भुजगशयनः. तादृशरीत्या बहुव्रीहिसमासप्रसङ्गे विग्रहवाक्यं वक्तव्यं. यस्य शयनं भुजगः सः भुजगशयनः. तत्र समस्तपदमस्ति इति कृत्वा तत्र साधारणतया बहुव्रीहिसमासयुक्तं पदं सर्वदा विशेषणं भवति. तदर्थमेव तत्र सूत्रं वदति, अन्यपदार्थप्रधानः बहुव्रीहिः इति वदति. अत्र भुजगशयनः इति पदं विष्णोः विशेषणमस्ति इति कृत्वा तत्र विष्णुः इति पुंलिङ्ग पदमस्ति इति कृत्वा तस्य विशेषणं भवति भुजगशयनः. किन्तु समस्तपदानां प्रसङ्गे समस्तपदस्य लिङ्गनिर्णयं कथं कुर्मः इत्युक्ते तस्मिन् प्रसङ्गे बहवः नियमाः सन्ति. विशेषतया तत्पुरुषसमासप्रसङ्गे, द्वन्द्वसमासप्रसङ्गे उत्तरपदस्य लिङ्गमेव समस्तपदस्य लिङ्गं भवति इति साधारणनियमः. किन्तु अपवादाः सन्ति. साधारणतया व्याकरणलोके सर्वदा साधारणनियमं प्रथमतया वदामः, तदनन्तरं विशेषनियमं जानीमः अथवा अपवादान् तदनन्तरं ज्ञास्यामः. इत्युक्ते आरम्भे साधारणनियमः कः इति ज्ञातव्यं, तदनन्तरं विशिष्टनियमः अथवा अपवादः कः. अपवादत्वेन कानिचन पदानि सन्ति, यथा मया पूर्वमुक्तं तत्र कालकण्ठः अस्ति, किन्तु कण्ठे कालः अपि अस्ति. इत्युक्ते साधारणतया पूर्वपदस्य विभक्तिलोपः भवति, किन्तु कुत्रचित् विभक्तिलोपः न भवति, अलुक् समासः भवति. तथा एव तत्पुरुषसमासप्रसङ्गे, द्वन्द्वसमासप्रसङ्गे पूर्व उत्तरपदस्य लिङ्गं भवति, किन्तु कुत्रचित् तथा न भवति. इत्युक्ते उदाहरणत्वेन समाहारद्वन्द्वः नाम्ना एकः द्वन्द्वसमासः अस्ति. तत्र उत्तरपदस्य लिङ्गं न चिन्तनीयं. तत्र सर्वदा समाहारद्वन्द्वसमासे, समाहारद्विगुसमासे समस्तपदस्य लिङ्गं सर्वदा नपुंसकलिङ्गे एव भवति. उदाहरणार्थं समाहारद्वन्द्वसमासं चतुर्युगम् इति द्विगुसमासः, चतुर्णां युगानां समाहारः चतुर्युगं, त्रिभुवनं, त्रिलोकी, पञ्चपात्रम् इत्यादीनि पदानि सर्वदा नपुंसकलिङ्गे एव भवन्ति. इत्युक्ते तत्र विशिष्टरूपेण समाहारद्विगुसमासे अपि च समाहारद्वन्द्वसमासे समस्तपदनपुंसकलिङ्गे अपि च एकवचने एव भवति इति नियमः. इत्युक्ते तत्र बहवः नियमाः सन्ति. आहत्य भुजगशयनः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. भुजगः शयनं यस्य सः इति विग्रहवाक्यं भवति. उत्तमं, धन्यवादः भगिनि. भुजगशयनः विषये अन्यपदस्य लिङ्गं भवति वा? भुजगशयनः इति विष्णोः विशेषणमस्ति इति कृत्वा पुंलिङ्गपदं. यदि वयं ऊहां करोतु, तत्र तथा भवति वा न वा इति चिन्ता मास्तु. यस्य कस्यापि तत्र वनितायाः प्रसङ्गे, महिलायाः प्रसङ्गे वक्तुम् इच्छति चेत् भवती भुजगशयना इति अपि वक्तुं शक्यते. सा महिला भुजगशयना इति वक्तुं शक्यते. इत्युक्ते बहुव्रीहिसमासयुक्तं पदं त्रिषु लिङ्गेषु भवितुम् अर्हति. भुजगशयनः पुंलिङ्ग पुरुषस्य विशेषणं भवति चेत् भुजगशयनः, स्त्रियां वक्तुमिच्छति चेत् भुजगशयना, नपुंसकलिङ्गे वक्तुमिच्छति चेत् भुजगशयनम् इति अपि भवितुमर्हति. इत्युक्ते तत्र एतानि पदानि किं वदामः, विशेष्यनिघ्नशब्दाः इति वदामः. विशेष्यनिघ्नः इत्युक्ते विशेष्यम् अनुसृत्य तस्य लिङ्गपरिवर्तनं भवति साधारणतया. इत्युक्ते तयोर्मध्ये विशेषणविशेष्यभावः अस्ति. विष्णुः इति पदस्य विशेषणमस्ति इति कृत्वा भुजगशयनः. स्त्रीलिङ्गे वक्तुमिच्छति चेत् भुजगशयना अपि भवितुमर्हति. किन्तु किन्तु तादृशव्यक्तिः अस्ति वा न वा इति अन्यः विषयः. अस्तु, अनन्तरम् अग्रिमं करपत्रं पुरतः स्थापयन्तु एकवारम्. अधुना सूर्यकुमारी भगिनी भवती पठतु अग्रिमं करपत्र, अग्रिमे करपत्रे प्रथमं वाक्यम्. हा भगिनि, द्वितीय उदाहरणं. राक्षसी सीता केशाः गृहीतवती. राक्षसी सीतां केशे केशः के के केश केशेषु गृहीतवती. इत्युक्ते सप्तमी बहुवचनं केशेषु. अत्र पुनः एकवारं वाक्यं स्मारयतु. राक्षसी सीतां केशेषु केशः पुंलिङ्गभगिनी पुंलिङ्गपदम् अपि च केशेषु केशेषु गृहीतवती. सकारः केशेषु केशेषु केशेषु मूर्धन्यशकारः अस्ति. क्षम्यतां भगिनि, अत्र क्षम्यतां भगिनि, कृपया म्यूट् करोतु. केशेषु अत्र राक्षसी इति पदमस्ति. अत्र पुंलिङ्गपदं किं भवति? राक्षः राक्षस राक्षसः राक्षसः. इत्युक्ते राक्षसः इति पदस्य अर्थः कः इति अहं दृष्टवती, अतः वदामि. रक्ष एव स्वार्थे सः, रक्ष एव स्वार्थे सः राक्षसः. अत्र राक्षसी इति पदमस्ति. तत्र ईकार किमर्थम् आयाति इत्युक्ते वयं व्याकरणवर्गे पठितवन्तः, तत्र नीबन्ताः नीबन्ताः इति इत्युक्ते त्रयः स्त्रीप्रत्ययाः सन्ति. नीप् नीश् नीन् तादृशरीत्या त्रयः स्त्रीप्रत्ययाः सन्ति. अस्मिन् प्रसङ्गे राक्षसी इत्यस्मिन् प्रसङ्गे नीप् इति एकः प्रत्ययः अस्ति, स्त्रीप्रत्ययः. तदर्थमेव अत्र स्त्रीलिङ्गपदं सिध्यति. अपि च सीता सीता इति पदस्य प्रसङ्गे जनकराजदुहिता इति लिखितम् अस्ति. दुहिता इति पदस्य प्रातिपदिकं किम्? वदतु भगिनि. दुहितृ ऋकारान्तपदम् अपि च तृच् प्रत्ययान्तरूपम् अस्ति. उत्तमं. सीता जनकराजदुहिता इति वदामः. इत्युक्ते सीता सीता इति पदं कथमागतम् इति अहं किञ्चित् दृष्टवती. इत्युक्ते अत्र वयं पूर्वस्मिन् वर्गे वयं दृष्टवन्तः लाङ्गूलम् इत्युक्ते पुच्छं, किन्तु लाङ्गलम् लाङ्गलम् इत्युक्ते प्लौ. इत्युक्ते क्षेत्रं क्षेत्रं लाङ्गलात् शोधयता लब्धा सीता लाङ्गलात् लाङ्गलम् इत्युक्ते प्लौ लाङ्गलात् क्षेत्रं हलः लाङ्गलम् इत्युक्ते हलः लाङ्गलं लाङ्गलात् शोधयता लब्धा अथवा सीता इति लिखितम् अस्ति. अत्र लाङ्गुलम् इत्युक्ते पुच्छं लाङ्गलम् इत्युक्ते भगिन्या उक्तं हलः. उत्तमम्. अनन्तरं दर्शना भगिनी भवती पठितुमिच्छति वा अग्रिमं वाक्यं? भगिनी अस्ति वा? अस्मि अस्मि अस्मि. अन्म्यूट् अन्म्यूट् न अभवत् तदा. ओहो क्षम्यताम्. बालकः बालकः अन्यबालकः कपोलः ताडितवान्. बालकः तु पुंलिङ्गे अस्ति अकारान्त. उत्तरम् अस्ति बालकः अन्यबालकान् बालकान् कृतवती अहं, परन्तु बालकं कपोले ताडितवान्. बालकः अकारान्त पुंलिङ्गे अस्ति प्रथमा विभक्ति. बालकम् अन्यबालकं द्वितीया विभक्ति एकवचन. कपोले सप्तमी विभक्ति कपोल प्रातिपदिकं तस्य पुं इति अहं दृष्टवती. बालः नाम भवती जानाति वा बालः इत्युक्ते? षोडशवर्षात् पूर्वं षोडशवर्षात् पूर्वमेव बालः इति वक्तव्यं. अस्तु. अत्र अन्य इति पदं सर्वनामपदमस्ति, भवन्तः सर्वे जानन्ति एव. अन्य इत्युक्ते भिन्न इति पदमस्ति, सर्वनामपदम् अस्ति. अत्र उषा भगिनी किञ्चित् वदतु अत्र अन्यपदस्य विषये त्रिषु लिङ्गेषु. उषा भगिनी अस्ति वा? अन्य अन्य इति पदं सर्वनामपदम् अस्ति. उषा भगिनि वदतु. अन्य सर्वनाम मकारान्तपदमस्ति न भगिनि? अत्र अन्य अन्य इति प्रातिपदिकमस्ति, अन्य इति सर्वनामपदमस्ति, अपि च अन्य इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि भवन्ति, स्त्रीलिङ्गे पुंलिङ्गे नपुंसकलिङ्गे. किमर्थं चेत् सर्वशब्दवत्. अन्यः भूमा भगिनी वदतु. भूमा भगिनी वदतु. अन्यः अन्या अन्यम् त्रिषु लिङ्गेषु रूपाणि भवन्ति, अपि च त्रिषु वचनेषु अपि वक्तुं शक्नुमः, सप्तसु विभक्तिषु अपि लेखितुं शक्नुमः. अत्र उषा भगिनी पुंलिङ्गे किञ्चित् वदतु रूपाणि, अन्यशब्दस्य रूपाणि. न न अन्य अन्य इति पदस्य रूपाणि पुंलिङ्गे वदतु. अन्यः अन्यौ अन्याः. अत्र अन्यः अन्यौ अन्ये अन्यः अन्ये अन्ये इति भवति. अपि च स्त्रीलिङ्गे किं भवति? अन्या अन्ये अन्याः अन्याः. नपुंसकलिङ्गे अन्यम् अन्ये अन्यानि. अत्र एकवचने अन्यत् किमस्ति भगिनि? अन्यत् अन्यत् भवति. अन्यत् वदतु. अन्य प्रातिपदिकं किं भगिनि? अन्य अकारान्तशब्दं वा तकारान्तशब्दं? पुंलिङ्गे पुंलिङ्गे नपुंसकलिङ्गे अकारान्तपदं भवति, किन्तु स्त्रीलिङ्गे दीर्घ आकारान्तपदं भवति लताशब्दवत्. अन्या अन्ये अन्याः शब्दमञ्जरी मध्ये अस्ति भगिनि शब्दः प्रातिपदिकं नास्ति भगिनि तत्र इत्युक्ते नास्ति चेदपि अत्र सर्वशब्दवत् तदेव अहं पृच्छामि मम मम आकाङ्क्षा सर्वशब्दवत् सर्वशब्दवत् इत्युक्ते सर्वनामपदमस्ति इति कृत्वा किन्तु नपुंसकलिङ्गे अन्यत् अन्यत् इति वक्तव्यं स्त्रीलिङ्गे रमाशब्दवत् अस्ति वा भगिनि उत्तमं रमाशब्दवत् पुंलिङ्गे रामशब्दवत् रामशब्दवत् किन्तु राम इति न वदामः किन्तु रामशब्दवत् वदामश्चेत् रामाः इति भवति किन्तु बहुवचने सर्वः सर्वशब्दवत् सर्वशब्दवत् एव वक्तव्यम् तत्र बहुवचने कः कौके कः कौके उत्तमम् सर्वः सर्वौ सर्वे तथा एव अन्यः अन्यौ अन्ये एतादृशानि रूपाणि भवन्ति उत्तमम् इत्युक्ते परन्तु नपुंसकलिङ्गे सर्वं सर्वं सर्वे सर्वाणि अस्ति न भगिनि सर्वशब्द अहं चिन्तयामि अन्यत् भवति इति मम चिन्तनम् अन्यम् अन्ये अन्यानि अत्र कोऽपि वदतु पूर्णेन्दु महोदय भवान् किं चिन्तयति अस्ति वा महोदय अन्यविषये वा अन्यविषये तत्तु अकारान्त नपुंसकलिङ्ग रूपवत् भवति वा अत्र अहं चिन्तयामि अन्यत् अन्यत् इति रूपं भवति साधारणतया अन्यत् सूत्रमस्ति अत्र सूत्रम् इति नपुंसकलिङ्गमस्ति इति कृत्वा अन्यत् सूत्रम् इति वदामः न कदापि अन्यं सूत्रम् इति न वदामः भगिनि भगिनि स्पोकन् संस्कृत मध्ये तकारान्त एव दत्तं भगिनि अकारान्त अस्तु अन्यत् सूत्रम् इति एव साधुरूपं न कदापि अन्यं सूत्रम् इति न वदामः चिन्ता मास्तु अग्रे तस्मिन् विषये चिन्तनं कुर्मः समयाभावात् अग्रे सरेम अग्रिमं वाक्यम् अत्र पुनः अत्र सुजाता भगिनी भवती पठतु माता पुत्रः प्रीत्या मस्तकं ताडितवती माता ऋकारान्तपदमस्ति मातृ पुत्रः पुत्रः चिन्ता मास्तु पुत्रः इति अकारान्तपदमस्ति पुत्रः पुत्रः पितरं मस्तके ताडितवती उत्तमं मस्तके ताडितवती अत्र आवरणे प्रीत्या इति लिखितम् अस्ति प्रीत्या रूपं किं स्त्रीलिङ्गरूपं प्रीत्या अत्र विभक्तिः का तृतीया विभक्ति प्रथमाविभक्त्यन्तं रूपं किं प्रीतिः भगिनी किञ्चित् कृपया म्यूट् करोतु भवत्याः दूरवाण्यां किञ्चित् ध्वनिः अस्ति अत्र प्रीतिः इति पदमस्ति अत्र संस्कृतभाषायाम् एकं क्रियापदमस्ति प्रीणाति प्रीणाति इति लट्लकाररूपमस्ति तत्र प्रीतिः इति कृदन्तपदम् अथवा क्तिं प्रत्ययान्तरूपं गतिः मतिः प्रीतिः एतानि पदानि क्तिं प्रत्ययान्तरूपाणि सन्ति अत्र किञ्चित् भवन्तः जानन्ति एव किञ्चित् पुनःस्मरणेन वदामि मातापुत्रं मस्तकेन ताडितवती इति वाक्यमस्ति यदि वयं मस्तकेन पुत्रं माता ताडितवती इत्युक्ते तत्र पदानां तत्र स्थितानां पदानां क्रमं परिवर्त्य वदामश्चेदपि तस्य अर्थबोधः जायते एव. इत्युक्ते मस्तकेन पुत्रं माता ताडितवती, ताडितवती माता मस्तकेन पुत्रम् इति वदामश्चेत् तत्र पदानां क्रमस्य परिवर्तनं कृत्वा वदामश्चेदपि तत्र अर्थबोधः भवति. तत्र तदेव संस्कृतभाषायाः वैलक्षण्यं. वयं सुलभतया अवगन्तुं शक्नुमः. किमर्थं चेत् प्रत्येकं पदस्य अन्ते सुप्रत्ययः अस्ति. अत्र माता इति प्रथमाविभक्त्यन्तं, पुत्रं द्वितीयाविभक्तिः, प्रीत्या तृतीयाविभक्तिः, मस्तके, क्षम्यतां मस्तकेन इति उक्तवती इति भाति, मस्तके इति सप्तमी विभक्तिः. इत्युक्ते तत्र पदानाम् अन्ते विभक्तयः सन्ति इति कृत्वा तत्पदं तस्मिन् वाक्ये यत्र कुत्रापि भवति चेदपि सम्यक् अवगन्तुं शक्नुमः. किन्तु अन्यासु भाषासु तादृशं वैलक्षण्यं नास्ति. उत्तमम्. अग्रिमं वाक्यं पठतु भगिनि. अहं सर्च् कृतवती अत्र अन्य सर्वनाम रूपमेव शब्दवत् अन्यम् अन्ये अन्यानि, परन्तु अत्र दत्तम् अव्ययः अस्ति अन्यम् अन्यात् इति रूपमेव. अहं संस्कृत डाट् इण्डिया डाट् सि एफ् आर् अत्र पश्यामि. अत्र अन्यानि दत्तं भगिनि, अन्यम् अन्ये अन्यानि, अन्यम् अन्ये अन्यानि. किन्तु अन्यत् अन्यत् सूत्र अन्यत् इति अपि अहमपि दृष्टवती भगिनि, किञ्चित् वदामि. तत्र सर्वं नपुंसकलिङ्गे अन्यत् इति दत्तं, तत्र समानपदानि इति सन्ति इति कुत्र दत्तमस्ति इतरे. तत्र एकतरा अपि अस्ति, तत्र इतरेषां तु एकतमत् अन्यत् अन्यतरत् इतरत् इति प्रथमा द्वितीया वचने भवति इति. तत्र अन्या इति सर्वः इति पुंलिङ्गे दत्तमस्ति, अन्यः अन्यौ अन्याः अन्ये इति, क्षम्यताम्, अन्यः अन्यौ अन्ये इति. नपुंसकलिङ्गे अन्यत् इति शब्दमञ्जरी पुस्तके दत्तम् अन्यत् इति नपुंसकलिङ्गे. किमर्थं तादृशरीत्या अहं वदन्ती अस्मि इत्युक्ते एकवारं मम गुरुः समीकृतवान्, अहम् अन्यं सूत्रम् इति उक्तवती कक्षायां, तदा सः झटिति किम् उक्तवान्, अन्यम् इति न वक्तव्यम्, अन्यत् अन्यत् सूत्रम् इति वक्तव्यं, तादृशरीत्या सः समीकृतवान् इति. तदर्थमेव अहं स्मारितवती, चिन्ता मास्तु. किन्तु बहुवचने अन्यानि एव भवति इति अहं मन्ये. प्रथमद्विवचने भिन्नरूपमस्ति. इत्युक्ते एकवचने एव अन्यत् अन्ये अन्यानि, अन्यानि बहुवचनं साधु एव, किन्तु एकवचने अन्यत् इति भवति इति अहं चिन्तयामि. किन्तु शब्दमञ्जरी एकषट्विंशति पुटे अस्ति अकारान्त नपुंसकलिङ्ग पूर्वशब्दः. अत्र अधुना एवं विश्व एकतरा शब्दाः, इतरेषां तु एकतमत् अन्यत् अन्यतरत् इतरत् इत्येवं प्रथम एकवचने द्वितीय एकवचने सम्बुद्धौ अपि च रूपाणि. उत्तमम्. इत्युक्ते आहत्य अत्र किम् अवगन्तव्यम् इत्युक्ते अन्यशब्दः सर्वनामशब्दः, प्रथमाविभक्ति बहुवचने अन्ये इति वक्तव्यं, न तु अन्याः. रामशब्दवत् रूपाणि न भवन्ति, अन्ये इति वक्तव्यं. किन्तु नपुंसकलिङ्गे प्रथमाविभक्ति एकवचने अन्यत् भवति. चिन्ता मास्तु. अनन्तरम् अत्र मस्तकम् इति पदमस्ति, अत्र मस्तकम् इति पदं नपुंसकलिङ्गपदमस्ति, तस्मिन् अर्थे एव एकम् अन्यत् पदमस्ति. अत्र सुजाता भगिनी भवती वक्तुं शक्नोति वा शिरः इति एकं पदम् अस्ति शिरः शिरः इति पदस्य रूपाणि वदतु पूर्णेन्दु महोदय वदतु वदतु महोदय शिरः इति सकारान्तपदं भगिनि सकारान्त सकारान्त नपुंसकलिङ्गपदम् आम् उत्तमम् इत्युक्ते तत्र रूपाणि प्रथमाविभक्त्यां द्वितीयाविभक्त्यां वदतु उषा भगिनी एकवारं वदतु स्मारयतु शिरः शिरसि शिरांसि उत्तमम् इत्युक्ते मस्तकं पदमपि नपुंसकलिङ्गपदं शिरः इति पदमपि नपुंसकलिङ्गपदं किन्तु मस्तकम् इति अजन्तपदं शिरः इति हलन्तपदं मस्तकं तत्र प्रातिपदिकं मस्तक अकारान्तप्रातिपदिकम् अस्ति किन्तु शिरः इत्यस्मिन् शिरस् सकारान्त दन्त्यसकारान्तप्रातिपदिकमस्ति शिरः शिरसि शिरांसि मनः मनसि मनांसि इव तादृशरीत्या रूपाणि भवन्ति उत्तमम् अनन्तरं शशिकला भगिनी भवती अग्रिमं वाक्यं पठतु मल्लः अन्यमल्लः उदरं ताडितवान् मल्लः अन्यमल्लम् उदरे ताडितवान् उत्तमं मल्लः इत्युक्ते कः रेस्लर् उत्तमं रेस्लर् उदरम् इत्युक्ते उदरम् ऐ थिङ्क् इट्स् चेस्ट् नो नो सोरि सोरि उदरम् इस् अत्र उदरम् इति तस्मिन् विषये नाभिस्तनयो नाभिस्तनयोः मध्यभागः इति वक्तव्यम् नाभिस्तनयोः मध्यभागः पुनः वदतु भगिनि अन्यभागः किं पूर्वं नाभिस्तनयोः मध्यभागः उदरम् अत्र ताडयति वयं जानीमः ताडयति इति लट्लकाररूपं तड् धातु चुरादिगणीयधातुः अस्ति ताडयति अत्र उदरम् इत्यस्मिन् अर्थे एव अन्यानि पदानि जठरम् एकं पदमस्ति अपि च कुक्षिः कुक्षि इत्युक्ते उदरमेव इत्युक्ते एतानि अन्यानि पदानि अपि सन्ति उदरं जठरम् एतानि पदानि नपुंसकलिङ्गपदानि अपि च अन्तिमं वाक्यम् अत्र वेदा भगिनी भवती पठतु आं भगिनि योधः शत्रुः कण्ठः प्रहृतवान् योधः शत्रुः शत्रुं कण्ठे प्रहृतवान् योधः योधः रिलेटेड् टु युद्ध इस् कमिङ्ग् फ्रम् युद्ध योधः how to explain prathama vibhakti akaranta pullinga prathama vibhakti yodaha shatru ukaranta padam guru shabdavat and kantaha sharirase bhagam kantaha again kantaha api akaranta pullinga padam asti va kantaha kantasya प्रहृतवान् तव तु प्रत्यय हृदातु प्र उपसर्ग हृदातु प्रहृतवान् प्रहृतवान् उत्तमम् अत्र अहं चिन्तयामि अत्र कण्ठः इति पदमस्ति तत्र कथं लिखामः इत्युक्ते प्रादेशिकभाषासु तत्र अनुस्वारं लिखामः किन्तु अत्र पश्यतु अत्र कथं लिखामः कण्ठः ककार अस्ति वाट् इस् दट् अदेर् दट् सूत्रम् ऐ फर्गॉट् द नेम् फुल् अडेङ्ग् वाट् इस् दट् अडेङ्ग् कुम्भ न न न अत्र मम प्रश्नः तु साधारणतया प्रादेशिकभाषासु कण्ठः इति पदं लेखितुमिच्छामश्चेत् तत्र अनुस्वारं लिखामः, किन्तु संस्कृतभाषायाम् अत्र मूर्धन्य ऋणकारं लिखित्वा तत्र ठकारः लिखितम् अस्ति. किमर्थं तथा? Anuswara, if it's follow, it will be followed by a swara, then you put makara. Otherwise, anuswara, I'm sorry. Chintamastu. Atra Shobha Bhagini Bhavati Vadatu Kanthaha Iti Idrushritya Kimartham Lekhaniyam. आं भगिनि, तत्र प्रथमतया मकारः एव भवति, अनन्तरं मोनुस्वारः इति सूत्रेण अनुस्वारः आगच्छति. अनन्तरं तत्र अनुस्वारस्य पुरतः किं वर्णः अस्ति एतत् दृष्ट्वा परिवर्तनं करणीयं. तत्र णकारस्य पुरतः ठ वर्णः अस्ति, तत्तु टवर्गीयवर्णः. अतः तत्र टवर्गीयवर्णस्य अनुनासिकणकारः अनुस्वारस्य स्थाने आदेशः भवति. तादृशरीत्या उत्तमं. तादृशरीत्या इत्युक्ते ईदृशी लेखनशैली अस्ति संस्कृतभाषायाम्, इत्युक्ते अनुस्वारस्य अनुस्वारं न लिखित्वा इति न वदामः, अलिखित्वा इति वक्तव्यम्. इत्युक्ते अनुस्वारम् अलिखित्वा अत्र टवर्गीय अन्तिमव्यञ्जनं मूर्धन्य णकारं योजयित्वा तादृशरीत्या लेखनीयः. परन्तु अनुस्वार मकार भवति नाम वेन् इस् फालोड् बै अ नान् स्वर वर्ण व्यञ्जन मकार भवति न? हौ कम् इट् इस् णकार अनुस्वरस्य वर्गे अनुस्वरस्य वर्गे मकारः वाक्यस्य अन्ते अस्ति चेत् मकारः भवति, अपि च मकारस्य पुरतः स्वरः अस्ति चेत् मकारः एव तिष्ठति. तत्र स्वरः नास्ति, व्यञ्जनम् अस्ति ठ इति. इत्युक्ते नश्चापदान्तस्य झलि इति एकं सूत्रमस्ति. तदनन्तरम् अनुस्वारस्य ययी परसवर्णः इति सूत्रद्वयमस्ति. आहत्य प्रथमतया मकारस्य स्थाने नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारागमः अनुस्वारादेशः भवति. तदनन्तरम् अनुस्वारस्य ययी परसवर्णः इति सूत्रेण परसवर्णादेशः भवति. अत्र परसवर्णः टवर्गीय अनुस्वारस्य सादृश्यवर्णः, अनुस्वारस्य सदृशवर्णः टवर्गे अन्तिमं वर्णः, अनुनासिकव्यञ्जनम् अन्तिम अनुनासिकव्यञ्जनमस्ति इति कृत्वा अनुस्वारस्य ययी परसवर्णः इति सूत्रेण मूर्धन्यणकारः अत्र आगतः इति विषयः. अनन्तरं even other examples like Shankara in Kannada we write Sha and Anuswara Bintu we write zero that we write but in Sanskrit again Sha since next to Anuswara is Ka Kavargasya Anunasika we write Shankara and then when we write Mancha Mancha, Chavargasya Anunasika Ayati, Mancha, not Ma, Sonne, Cha, not that. Uttamani Vidaharanani. Uttamani. Ichukta Tatrapi, Tadrushi Lekhana Shaili, Sanskrit Bhashayam Asti, Kintu Anyasu Bhashasu Nasti, Idrusharitya Eva Lekhaniyam, Iti Vishayha. Atra Shetruhu Ityaspin Arthe Anyani Padani, Arihi, Vairihi, रिपुः इत्यादीनि पदानि अपि सन्ति. अत्र शत्रुः इति पदं कथं कीदृशं पदम् इति अहं दृष्टवती. उणादिप्रत्ययात् आगतम् इति लिखितम् अस्ति. उणादिप्रत्ययान्तरूपं शातयति इति शत्रुः इति निर्वचनं दत्तमस्ति. तत्र शातयति, शातनम् इत्युक्ते विनाशनम्. अपि च शत्रोः भावः शात्रवम् इति पदमपि अस्ति. एतावता अत्र सारांशः कः इत्युक्ते, कर्मभूतायाः व्यक्तेः यस्मिन् अङ्गे ताडनं भवति तस्य अङ्गस्य सप्तमी विभक्तिः भवति इति एव विषयः अत्र. अपि च अत्र धातोः प्रसङ्गः नास्ति, केवलम् अत्र अङ्गस्य विषये उक्तमस्ति इति कृत्वा तत्र सप्तमी विभक्तिः भवति. अधुना वयं सन्ततिः कस्मै न रोचते इति कथाम् एकवारं परिशीलयामः. सर्वे कथाम् एकवारं श्रुतः स्थापयन्तु. तत्र कथां कथा नास्ति, केवलं रचना एव. एकवारं सन्ततिः कस्मै न रोचते इति पश्यन्तु. तत्र अरविन्द महोदय भवान् पठतु, अत्र किं लिखितमस्ति. आं भगिनि, लट् लकारे प्रयोगाः. सन्ततिः कस्मै न रोचते. कुटुम्बे यदा कश्चन विशिशुः जायते तदा महोत्सवः भवति. यदा सः शनैः शनैः वर्धते तदा माता तं दृष्ट्वा भृशं मोदते. यदा शिशुः ताम् ईक्षते निश्चलं हसति वा तदा माता अतीव आनन्दम् अनुभवति. यदा बुभुक्षा जायते तदा शिशु क्रन्दति. अस्पष्टभाषाया किञ्चित् भाषते वा माता तं बुभिक्षितं मन्यते. शिशु तस्य दुग्धं याचते इति मन्यमाना माता शिशवे दुग्धं दत्ते. सः तस्य क्रोडे उपविश्य दुग्धं पिबति. तस्य मनः सर्वत्र निद्रं रमते. अत्र प्रथमतया लट् लकारे प्रयोगाः इति लिखितमस्ति. लट् लकारप्रसङ्गे भवान् यद् जानाति तद् वदतु. लट् लकार अत्र दत्तमिति जायते वर्धते मोदते ईक्षते जायते भाषते मन्यते याचते दत्ते रमते. इस्मिन् जायते इति ज्ञा धातु तस्य आत्मनेपदे प्रथमा. अत्र महोदय अत्र किञ्चित् वदामि. अत्र लट् लकारे प्रयोगाः इति लिखितम् अस्ति. लट् लकारः नाम कः? वयं जानीमः दशलकाराः सन्ति, तेषु अन्यतमः लकारः लट् लकारः. लट् लकारप्रसङ्गे एकं सूत्रमस्ति, वर्तमाने लट् इति सूत्रमस्ति. वर्तमाने लट् इति सूत्रेण लट् लकारप्रत्ययान् योजयामः. वर्तमानम् इत्युक्ते किम् इत्युक्ते यत् आरब्धं किन्तु न परिसमाप्तं, सः एव वर्तमानम् इत्युक्ते या क्रिया आरब्धा किन्तु न परिसमाप्ता इत्युक्ते क्रिया प्रचलन्ती अस्ति. सा क्रिया इत्युक्ते वर्तमान इति शाणजन्तरूपं. या क्रिया आरब्धा अस्ति किन्तु परिसमाप्ता न अभवत् सा क्रिया एव वर्तमाना क्रिया इति वदामः. अत्र इतोपि ज्ञातुमिच्छामश्चेत् क्रिया आरब्धा किन्तु तस्य समाप्तिः न जाता, सः वर्तमानकालः. भूतकालः इत्युक्ते या क्रिया आरब्धा अपि च तस्य समाप्तिः अपि जाता, सः भूतकालः. भविष्यत्कालः इत्युक्ते क्रियायाः आरम्भः एव न अभवत् न जातः, समाप्तिः अपि न जातः, स एव भविष्यत्कालः. एतावता अत्र क्रिया आरब्धा किन्तु न परिसमाप्ता, क्रिया जायमानमस्ति. तत्र जायमानम् इति पदमपि शाणजन्तरूपं, वर्तमानम् इत्यपि शाणजन्तरूपम् इत्युक्ते अत्र वर्तमानकालक्रियापदानि किन्तु आत्मनेपदिरूपाणि दत्तानि. क्रिया जायमाना किन्तु न परिसमाप्ता, स एव वर्तमानकालः. अपि च अत्र सन्ततिः कस्मै न रोचते. अत्र वदतु महोदय, अत्र किं लिखितमस्ति? सन्ततिः इत्युक्ते सन्तानम् इति अहं भाति. सन्ततिः शिशु, माता शिशु, सन्ततिः माता, इन् रिलेशन् टु मदर् सन्ततिः, बालाय मध्ये सन्ततिः. अत्र कस्मै इति पदमस्ति, कस्मै इति कीदृशं पदम्? कस्मिन् कस्मै, कस्मिन् पदस्य सप्तमीवचनं. अत्र इतोपि किञ्चित् स्पष्टतया वक्तव्यम्. अत्र अत्र कस्मै चतुर्थी सूर्यकुमारी भगिनी वदतु. मकारान्तस्त्रीलिङ्ग किं शब्द? उत्तमम् उत्तमं भगिनी, उषा भगिनी उक्तवती. अत्र कस्मै इति पदं किं आगतः तस्मिन् विषये, तस्मिन् विषये अपि वदामि किञ्चित्. अत्र ध्वनिः अस्ति. अत्र कस्मै इति किं शब्दस्य, तस्य प्रातिपदिकं किम् अस्ति, किं प्रातिपदिकस्य रूपाणि एव तत् अत्र रूपमेव अत्र दत्तमस्ति. कस्मै, कस्मै इति चतुर्थीविभक्तिरूपम् अस्ति, प्रातिपदिकं तु किम् अस्ति. किं शब्दस्य रूपाणि? उत्तमम् उत्तमं. महोदय किं के कानि इति नपुंसकलिङ्गे रूपाणि भवन्ति. किं के कानि, केन काभ्यां, कैः, एतानि रूपाणि नपुंसकलिङ्गे भवन्ति. एतत् पदं सर्वनामपदमस्ति इति कृत्वा तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. पुंलिङ्गे किं भवति? स्त्रीलिङ्गे, स्त्रीलिङ्गे काके काः, काम् के काः इत्यादि इत्यादीनि रूपाणि सिद्ध्यन्ति. अत्र कस्मै न रोचते, अत्र एकं पदमस्ति, रोचते इति पदमस्ति. रोचते इत्यस्मिन् विषये किञ्चित् ज्ञातव्यं. साधारणतया लता भगिनी उक्तवती एव, अत्र मह्यं संस्कृतं रोचते इति एकं वाक्यमस्ति. मह्यम् इति अस्मत् शब्दस्य चतुर्थीविभक्त्यन्तं रूपं. तत्र कारकविषयः इति वदामः. रोचते इति पदं रुच् धातोः रूपम् अस्ति. यत्र कुत्रापि वाक्ये रोचते अस्ति चेत् तत्र कस्मै चतुर्थीविभक्त्यन्तं रूपम् आयाति. इत्युक्ते तत्र एकं विशिष्टसूत्रमस्ति, रुच्यार्थानां प्रीयमाणः, रुच्यार्थानां प्रीयमाणः 1433 सूत्रमस्ति. तेन सूत्रेण तत्र यस्य प्रियमस्ति तस्य चतुर्थीविभक्तिः भवति. कस्मै न रोचते, तत्र किं शब्दस्य चतुर्थीविभक्त्यन्तं रूपं कस्मै, सूत्रं रुच्यर्थानां प्रीयमाणः. यत्र कुत्रापि तथा अस्ति चेत् मह्यं संस्कृतं रोचते. तत्र केवलं विभक्तिवल्लरी पुस्तकं भवन्तः पश्यन्ति चेत् तत्र चतुर्थीविभक्तेः प्रसङ्गे केवलं रोचते इति शब्दस्य प्रसङ्गे एकः अभ्यासः अस्ति. तम् अभ्यासं कुर्मः चेत् इतोपि स्पष्टता भवति. उत्तमम्. अत्र प्रथमं वाक्यं पुनः पठतु महोदय. कुटुम्बे यदा कश्चन शिशुः जायते तदा महोत्सवः भवन्ति भवति. कुटुम्बे, कुटुम्बं, कुटुम्बं नपुंसकलिङ्गम्. अत्र अहम् एकं ध्वनिमुद्रणं श्रुतवती, अतः वदामि. शुद्धिकौमुदी इति एकं पुस्तकमस्ति, सर्वे क्रीणन्तु. तस्मिन् पुस्तके बहूनि पदानि कथं बहूनां पदानां प्रसङ्गे लिखितमस्ति. अत्र कुटुम्बम् इति पदमस्ति, इत्युक्ते कानिचन पदानि लिङ्गद्वये भवितुमर्हन्ति, कानिचन पदानि एकस्मिन्नेव लिङ्गे एव भवन्ति. यदि पदम् एकमेव एकस्मिन्नेव लिङ्गे भवति चेत् नियतलिङ्ग नियतलिङ्गशब्दः इति वदामः. इत्युक्ते नदी इति पदं स्त्रीलिङ्गे एव भवति, तदर्थं तस्य नाम नियतलिङ्गशब्दः. किन्तु कुटुम्ब इति पदं लिङ्गद्वये भवितुमर्हति. कुटुम्बं पदमस्ति, कुटुम्बः इति पदमपि अस्ति. इत्युक्ते एतत् पदं लिङ्गद्वये अपि भवितुमर्हति. अपि च अन्यानि पदानि पदं वदामि. वदतु. वसुदेव कुटुम्बकं, कुटुम्बकं वसुदेव कुटुम्बकं, वसुधैव कुटुम्बकं. तत्र द्रष्टव्यं किमर्थं तत्र ककारः आयाति मध्ये. तदनन्तरं तस्मिन् विषये इत्युक्ते समस्तपदमस्ति इति कृत्वा इतोपि गभीरचिन्तनम् अपेक्षितं तत्र. अत्र कुटुम्बः इति पदमस्ति, कुटुम्बम् इति पदमपि अस्ति. अपि च कानिचन पदानि, युवतिः इति पदमस्ति, युवती इति पदमपि अस्ति. द्वयोः अर्थः तु समानः, किन्तु एकं पदं ह्रस्व इकारान्तस्त्रीलिङ्गपदं मतिशब्दवत्, अन्यत् पदं नदीशब्दवत् दीर्घ ईकारान्तपदं भवति. किन्तु अत्र अस्मिन् प्रसङ्गे कुटुम्बम् इति पदं नपुंसकलिङ्गे अस्ति, अपि च पुंलिङ्गे अपि अस्ति. अपि च अस्मिन् वाक्ये यदा तदा प्रयोगः अस्ति. एकं वाक्यं वदतु यदा तदा योजयित्वा. भगिनी एकः प्रश्नः, तत्र कुटुम्बं नपुंसक पुंलिङ्गे अस्ति, ते द्वये एवं किम्? इत्युक्ते लिङ्गद्वये अपि एतत् पदम् अस्ति इति मया श्रुतं, किन्तु स्त्रीलिङ्गे नास्ति इति किल? स्त्रीलिङ्गे नास्ति. साधारणतया वयं अमरकोशं यदि भवन्तः जानन्ति चेत् अमरकोशं तत्र श्लोकान् पश्यामश्चेत् तत्र अस्त्रियाम् इति लिखित कुत्रचित् अस्त्रियाम् इति लिखति चेत् इत्युक्ते तत् पदं पुंलिङ्गे अथवा नपुंसकलिङ्गे एव भवितुमर्हति, न तु स्त्रीलिङ्गे. स्त्रीलिङ्गे तादृश श्लोकेषु तथा कुत्रचित् अस्माकं सौलभ्यार्थं तस्य तत्र लिङ्गमपि उक्तमस्ति. तदर्थमेव तस्य पुस्तकस्य नाम नामलिङ्गानुशासनम्. इत्युक्ते अमरकोशे ये ये श्लोकाः सन्ति तेषु पदस्य लिङ्गमपि अवगन्तुं शक्नुमः, अपि च अन्यानि पर्यायवाचकपदानि अपि ज्ञातुं शक्नुमः. तदर्थमेव तस्य नाम नामलिङ्गानुशासनम्. उत्तमम्. अनन्तरम् अत्र यदा तदा योजयित्वा कोऽपि वदतु एकं वाक्यम्. उषा भगिनी एकं वाक्यं वदतु. यदा समयः अस्ति तदा अहं पाकं करोमि. उत्तमम् उत्तमम् उत्तमं, धन्यवादः. तादृशरीत्या अस्मिन् बहुषु स्थलेषु यदा तदा प्रयोगः अत्र दृश्यते. कश्चन कश्चन इत्यपि कः योगः चन, तत्र विसर्गसन्धिः भवति. तत्र विसर्गस्य स्थाने आरम्भे सकारः आयाति, तदनन्तरं स्च्युत्वं भूत्वा स्तोः स्च्युनाश्चुः इति सूत्रेण तत्र तालव्यशकारः आयाति. कश्चन शिशुः, कुटुम्बे यदा कश्चन शिशुः जायते तदा महोत्सवः भवति इति विषयः. उत्तमम्. अत्र जायते इति जनी प्रादुर्भावे इति मूलधातुः, जन् इति लौकिकधातुः, जायते इति लट्लकारक्रियापदम्, अपि च अकर्मकधातुः. तदर्थमेव वाक्ये कर्मपदं नास्ति. शिशुः जायते इति एकं लघुवाक्यं, यदा शिशुः जायते तदा महोत्सवः भवति. तत्र भूधातुः अपि अकर्मकधातुः, किन्तु भवति इति परस्मैपदं, जन् धातुः अकर्मकधातुः, अपि च जायते इति आत्मनेपदिरूपम् अस्ति अत्र. उत्तमम्. अनन्तरम् अत्र महोत्सवः इति एकं पदम् अस्ति. उत्तमम् उत्तमं भगिनि. भूमा भगिनी वदतु. महापुरुषः इव अत्र महोत्सवः इति समस्तपदमस्ति. तत्र साधारणतया समस्तपदेषु सन्धिः नित्यः, सन्धिः करणीयः एव. अत्र महा प्लस् उत्सवः, महोत्सवः गुणसन्धिः भवति. किन्तु पृथक्तया वक्तुमिच्छामश्चेत् अथवा व्यस्तरूपेण इत्युक्ते समस्तपदम् अकृत्वा वक्तुमिच्छामश्चेत् तत्र महान् उत्सवः इति भवति. तत्र प्रातिपदिकं वदतु, एकवारं वदतु. तकारान्तपुंलिङ्गः महत् शब्दः अस्ति, महान् महान्तौ महान्तः. महान्तौ द्विवचने भवत् शब्दवत् इति महान्तं महान्तौ महतः. अत्र किं वक्तुमिच्छामि इत्युक्ते भवत् शब्दवत् न भवन्ति रूपाणि. किमर्थमित्युक्ते भवत् शब्दे भवान् भवन्तौ भवन्तः इति भवन् इति रूपाणि, किन्तु महत् शब्दे महान् दीर्घ उत्तमं द्विवचने दीर्घ आकारः श्रूयते. महान् महान्तौ महान्तः महान्तः इत्युक्ते तत्र एतावता महान् उत्सवः महोत्सवः इति पदम् आयाति. अत्र एकं महान् शब्दस्य प्रसङ्गे, तत्र समस्तपदस्य प्रसङ्गे, तत्र महत् इति प्रातिपदिकं स्वीकृत्य निर्मामः. तत्र तकारस्य स्थाने दीर्घ आकारः किमर्थम् आयाति? महा साधारणतया महत् काव्यं, महाकाव्यं, महान् पुरुषः, महापुरुषः, महत् भारतं, महाभारतं. तत्र सः तकारः कुत्र गतः इत्युक्ते तकारस्य लोपः किमर्थं भवति इत्युक्ते तत्र एकं सूत्रमस्ति, आन् महतः समानाधिकरणजातीययोः इति एकं सूत्रमस्ति. आन् महतः समानाधिकरणजातीययोः इति सूत्रेण तत्र तकारस्य स्थाने आ दीर्घ आकारः आयाति. एतावता अत्र महोत्सवः महान् उत्सवः इति लिखितमस्ति. उत्तमम्. अग्रिमं वाक्यं पमेला भगिनी भवती पठतु. अग्रिमं वाक्यं भगिनि एतदेव, राजन् बिकम्स् राजा. तत्र महाराजः इत्यस्मिन् पदे महा महत् तत्र महान् राजा इति विग्रहवाक्यं, महान् राजा इति विग्रहवाक्यं. किन्तु तत्र महत् प्रातिपदिकं स्वीकरणीयं, महान् शब्दस्य प्रातिपदिकं महत्, किन्तु सः तकारः कुत्र गच्छति इत्युक्ते सः तकार तस्य तकारस्य स्थाने आकारः आयाति. आन् महतः समानाधिकरणजातीययोः सूत्रेण तकारस्य स्थाने आकारः आयाति. किन्तु राजन् शब्दस्य प्रसङ्गे अन्यानि कार्याणि इत्युक्ते राजन् इति प्रातिपदिकमस्ति, तत्र नकारान्तप्रातिपदिकं प्रथमाविभक्तिरूपं राजा, राजा राजानौ राजानः. There also aakara comes, no? Instead of nakara in the pradipadikam, we get raja pratama vibhakti. I thought there also this nakara goes off, no? The same sutra applies, I thought. No, nakara anta. Atatra kya anyani karyani bhavanti. Ishukte tatra. इत्युक्ते अहम् एकवारं प्रेषितवती महाराजः इति पदस्य प्रसङ्गे, तत्र अन्यानि सूत्राणि सन्ति. तत्र अन्ते स्थितस्य नकारस्य राजन् इति नकारान्तप्रातिपदिकमस्ति, अन्ते स्थितस्य नकारस्य लोपः भवति, तदनन्तरं तत्र टच् टच् इति नाम्ना एकः प्रत्ययः आयाति, बहूनि कार्याणि भवन्ति. नाट् नौ, चिन्ता मास्तु. उत्तमम्. अनन्तरम् अत्र समयः जातः, भवन्तः किं चिन्तयन्ति? इतोपि किञ्चित् पठामः वा, प्रथमपरिच्छेदं समापयामः वा, नो चेत् अत्र स्थगयामः वा? भवत्याः अनुकूलः भगिनि. चिन्ता मास्तु. अधुना अत्र द्वितीयं वाक्यम् अस्ति. पमेला भगिनी भवती पठतु अग्रिमं वाक्यम्. आं महोदय. यदा सः शनैः शनैः वर्धते तदा माता तं दृष्ट्वा वृषं मोदते. वदतु. वर्धते अकर्मकधातु भगिनि. उत्तमम्. शनैः शनैः तदा माता तं दृष्ट्वा त्वान्त प्रत्यय मोदते अपि आत्मनेपदी. अत्र अस्मिन् वाक्ये अपि यदा तदा प्रयोगः अस्ति. यदा सः इत्युक्ते कः? बालः, शिशुः. शिशुः, उत्तमं. यदा सः वर्धते तदा माता मोदते इति वाक्यम्. अत्र वृद्धधातुः अस्ति. वृद्धधातुः अपि अकर्मकधातुः. वृद्धधातोः रूपमेव वर्धते. वर्धते इति आत्मनेपदिरूपम् अस्ति. अकर्मकधातुः शनैः शनैः शनैः इति पदद्वयं तत्र पदम् अव्ययपदमस्ति. यदा माता तं शिशुं दृष्ट्वा भृशं मोदते. भृशम् इत्युक्ते अधिकम् अधिकं भृशं भृशम् इत्यपि अव्ययपदं भगिनि. अव्ययपदम्, उत्तमम्. अत्र अव्ययपदं क्रियाविशेषणं भवति. माता मोदते. कथं मोदते? भृशं मोदते इत्युक्ते मोदते इति क्रियापदस्य विशेषणं. क्रियाविशेषणम् आङ्ग्लभाषायाम् एड्वर्ब् इति वदामः. माता मोदते, भृशं मोदते. अत्यन्तम् इत्युक्ते माता अतीवसन्तोषम् अनुभवति इति विषयः. अपि च शनैः शनैः वयं पठितवन्तः अभ्यासपुस्तके. शनैः चरति इति शनैश्चरति इति शनैश्चरः. शनैश्चरः, शनैः शनैः वयं दृष्टवन्तः. अत्र मुद् धातोः रूपमेव मोदते. अपि च अग्रिमं वाक्यं पठतु. यदा शिशुः ताम् ईक्षते निश्चलं हसति च तदा माता अतीव आनन्दम् अनुभवति. यदा शिशु ताम् इत्युक्ते मातां द्वितीयवचन मातरं. माताम् इति असाधुरूपम्. आं भगिनि, किं वदामः? वदतु एकवारं. वदतु. शिशुः शिशु मातरं शिशु मातरं पश्यति तदा शिशु बहु आनन्दम् अनुभवति इति उक्तमासीत्. माता आनन्दम् अनुभवति इत्युक्ते पश्यतु, यदा शिशुः ताम् ईक्षते इत्युक्ते मातरं पश्यति. शिशुः मातरं पश्यति. यदा इत्युक्ते यस्मिन् काले शिशुः लघुशिशुः मातरं पश्यति तदा पश्यति अपि च हसति च. पश्यन्तु, अत्र एकं पदमस्ति निश्चलम्. उच्चारणं सम्यक् भवेत्. निश्चलम्. अत्र अल्पप्राणचकारः अस्ति चेत् भिन्नार्थः अस्ति. महाप्राणचकारः अस्ति इति कृत्वा अत्र भिन्नार्थः अस्ति. कोऽपि वक्तुमिच्छति वा अत्र? निश्चलम् इति पदस्य का उक्तवती निष्कपटं वदतु भगिनि शिशुः जस्ट् अ मोमेण्ट् शिशोः मन निष्कपटम् अस्ति अतः सः निश्चलं निष्कपटं माताम् मातरम् ईक्षते पश्यति निश्चलं निष्कपट मन वाट् इस् द तृतीया मनसा निष्कपटेन मनसा हसति तत् दृष्ट्वा माता अतीव आनन्दितं जायते आनन्दम् अनुभवति आनन्दम् अनुभवति अथवा आनन्दिता भवति आनन्दिता भवति उत्तमं सम्यक् रीत्या उक्तवती भगिनी अत्र पश्यन्तु जलं मुक्तमपि न अत्र छलं छलम् इत्युक्ते अत्र यत्र महाप्राणचकारः अस्ति छलम् इत्युक्ते मायां विना कपटं विना वञ्चनां विना व्याजं विना इत्युक्ते भगिनी उक्तवती मुग्धा नो मुग्धा मुग्धता मुग्ध मूढ मोहः तानि पदानि भिन्नानि अत्र तु कपटम् एव अत्र केवलं निश्चलं हसति इति वदामश्चेत् चलनं विना इति अर्थः आयाति अर्थमायाति निश्चलम् इति वदामश्चेत् एतावता अत्र निश्चलम् इति अत्र महाप्राणचकारः अस्ति इति कृत्वा अत्र भिन्न अर्थः अस्ति निश्चलः इति वदामश्चेत् निर्गतं चलनं यस्मात् सः इति विग्रहवाक्यं भवति निश्चलः इति बहुव्रीहिसमासयुक्तं पदं भवति निर्गतं चलनं यस्मात् सः निश्चलः यदि निश्चलः इति वदामश्चेत् तत्र भिन्नरीत्या विग्रहवाक्यं वक्तव्यं भवति यस्मिन् छलं नास्ति सः निश्चल तथा इत्युक्ते अत्र अर्थः पदं भिन्नं पदम् अर्थः भिन्नः अपि च अत्र आनन्दम् अनुभवति इति एकं पदमस्ति माता आनन्दम् अनुभवति यद्यपि भूधातुः अकर्मकधातुः तथापि अनु उपसर्गः अस्ति इति कृत्वा अत्र सकर्मकं भवति इति विषयः आहत्य अनु उपसर्गपूर्वकः भूधातुः सकर्मकः भवति इति कृत्वा आनन्दम् अनुभवति पदम् आनन्दः अत्र तु आनन्दम् इति कर्मपदमस्ति अत्र अनुभवति आनन्दम् अनुभवति इत्युक्ते तुष्यति माता तुष्यति माता मोदते इत्यादीनि पदानि सन्ति तत्र आ उपसर्गपूर्वकः नन्द् धातुः घञ् प्रत्ययस्य योजनेन आनन्दः इति पदं सिध्यति अत्र आनन्दम् अनुभवति इति व्यस्तरूपेण लिखितमस्ति किन्तु यदि वयं भिन्नरीत्या लेखितुमिच्छामश्चेत् तत्र अस्माकं विवक्षा एव आनन्दमनुभवति वर्णमेलनं कृत्वा एकमेव रूपं लेखितुं शक्नुमः आनन्दितवती किन्तु अत्र मम आशयः कः इत्युक्ते अत्र पृथक्तया लिखितमस्ति आनन्दम् अनुभवति इति किन्तु वयं वर्णमेलनं कृत्वा आनन्दमनुभवति इति लेखितुं शक्नुमः अत्र अतीव इति पदमस्ति अतीव इति पदमपि अव्ययपदमस्ति तस्मिन् पदे अहं चिन्तयामि प्रादिसमासः अस्ति प्रादयः अति इति उपसर्गः अस्ति इति कृत्वा प्रादिसमासः अस्ति उत्तमम् अग्रिमं वाक्यं परिशीलयामः अधुना अत्र लता भगिनी भवती पठतु अग्रिमं वाक्यं भगिनी अहम् उक्तवती किल मम समीपितरपत्रं नास्ति चिन्ता मास्तु. डिम्पल् डिम्पल् भगिनी भवती पठतु अग्रिमं वाक्यं. भगिनी अस्ति वा? अस्मि अस्मि. पठतु. यदा यदा बुभुक्षा जायते यदा बुभुक्षा जायते तदा शिशुः क्रन्दति. अस्पष्टभाषया किञ्चित् भासते वा? वदतु. माता तं दुभक्षितं मन्यते. शिशुः तस्याः दुग्धं याचते इति मन्यमाना माता शिशवे दुग्धं दत्ते. तावत् वदतु, तावत् वदतु. यदा बुभुक्षा जायते, वदतु. यदा बुभुक्षा जायते तदा शिशुः क्रन्दति. अहं किञ्चित् वदामि अत्र. अत्रापि यदा तदा प्रयोगः अस्ति. बुभुक्षा जायते, अत्र जायते इति अकर्मकपदमस्ति इति कृत्वा अत्र कर्मपदं नास्ति. बुभुक्षा जायते, बुभुक्षा इति पदं कीदृशं पदम् इत्युक्ते तत्पदं सन् प्रत्ययान्तरूपं. तत्र भोक्तुं भोक्तुम् इच्छा बुभुक्षा इति भवति. तत्र बुभुक्षते इति क्रियापदम् अपि अस्ति. बुभुक्षा इति आकारान्तस्त्रीलिङ्गपदं भवति. बुभुक्षुः इति उकारान्तपदं. गुरुः शब्दवत् बुभुक्षुः इति पदमपि भवितुमर्हति. इत्युक्ते अत्र भुज् इति एकः धातुः अस्ति. वयं सर्वे जानीमः भुज् धातोः रूपं. भुज् धातुः पालन अभ्यवहारयोः इत्यस्मिन् अर्थे भुज् धातुः अस्ति. उभयपदी अस्ति. वयं पठितवान् रुदादिगणीयधातुः. भुङ्क्ते, भुङ्क्ते, उत्तमं. भुङ्क्ते, भुनक्ति इत्यादीनि रूपाणि सन्ति. उभयपदी अस्ति इति कृत्वा आत्मनेपदी परस्मैपदी रूपद्वयमस्ति. सः भुज् धातुतः सन् प्रत्ययस्य योजनेन बुभुक्षा इति रूपं सिद्ध्यति. रुदादिगणीयधातुः भुज् धातुः. तत्र सन् प्रत्ययान्तरूपेषु अपि द्वित्वं भवति सर्वदा. जुहोत्यादिगणे अपि ददाति द्वित्वं भवति. तथा एव अत्रापि सन्नन्तरूपेषु अपि द्वित्वं भवति. जन् धातुः अकर्मकधातुः. शिशुः क्रन्दति. यदा बुभुक्षा जायते, शिशोः बुभुक्षा जायते तदा शिशुः क्रन्दति. क्रन्दति इत्युक्ते तत्र रोदिति. रोदिति, उत्तमं. तत्र अर्थं पश्यामश्चेत् तत्र धातुः क्रदौ इति लिखितमस्ति. इत्युक्ते इदित् धातुः. इत्युक्ते तत्र इकारः इत्वम् अस्ति. इत्युक्ते इत् इत् यस्य सः इदित् इति वदामः. इत्युक्ते तत् पदमपि बहुव्रीहिसमासयुक्तं पदम्. इत् इत् यस्य सः इदित्. अत्र क्रन्द क्रन्द इति लौकिकधातुः, किन्तु क्रदौ इति इदित् धातुः. औपदेशिक अवस्थायां क्रदौ इति धातुः अस्ति. किन्तु अर्धं पश्यामश्चेत् आह्वाने रोदने च. इत्युक्ते रुदित्वा आह्वानं करोति. शिशुः. इत्युक्ते अत्र वयं साधारणं पदमेव आक्रन्दनम् इति वयं जानीमः. आक्रन्दनम् इत्युक्ते लुडन्तपदम्. अत्र अत्र क्रियापदं क्रन्दति. शिशुः क्रन्दति. अयं धातुः अपि अकर्मकः इति भाति. अहं न दृष्टवती. रुदित्वा किं करोति? अस्पष्टभाषया किञ्चित् भाषते वा? अत्र अस्पष्टभाषया इति लिखितमस्ति. अत्र कोऽपि वदतु भगिनि. अकर्मक सकर्मकदातु भगिनि पुरुषः अस्ति वा भगिनि उत्तमम् अस्पष्टभाषा अत्र अस्पष्टभाषा इति तत्र सुबन्तपदम् इत्युक्ते समस्तपदं भवति यथा उषा भगिन्या उक्तमस्ति नैतत्पुरुषसमासः अस्ति नास्पष्ट नास्पष्टा अस्पष्टा आरम्भे अत्र नै बहु नै तत्पुरुषसमासः अस्ति अत्र किञ्चित् समस्तपदस्य विषये किञ्चित् वदामि स्पष्टा भाषा तत्र विशेषणपूर्वपदकर्मधारयसमासः भवति स्पष्टा भाषा स्पष्टभाषा इत्युक्ते तत्र स्पष्टा इति पदस्य ह्रस्वत्वं भवति बहु ध्वनिः अस्ति म्यूट् कृतवती अधुना अत्र स्पष्टा भाषा इति पदमस्ति अत्र उत्तमा बालिका इति पदमस्ति चेत् समस्तपदं किं भवति उत्तमबालिका इत्युक्ते तत्र ह्रस्वत्वं भवति तथा एव अत्रापि स्पष्टा भाषा स्पष्टभाषा इति भवति इत्युक्ते तत्र एकं कार्यं भवति पुंवद्भावः इति एकं कार्यं भवति इत्युक्ते यत्र यत्र भाषितपुंस्कः शब्दः अस्ति तत्र पुंवद्भावः भवति विशेषणपूर्वपदकर्मधारयसमासप्रसङ्गे यत्र यत्र अयं शब्दः स्पष्ट इति शब्दः भाषितपुंस्कः शब्दः इत्युक्ते अस्य शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति स्पष्टं स्पष्टा स्पष्टः इति त्रिषु लिङ्गेषु रूपाणि भवन्ति इत्युक्ते अयं शब्दः विशेष्य निघ्नशब्दः इत्युक्ते विशेष्यम् अनुसृत्य तस्य रूपं भिद्यते भिन्नासु विभक्तिषु भिन्नेषु लिङ्गेषु तदर्थम् अयं शब्दः विशेष्यनिघ्नशब्दः इति वदामः अथवा भाषितपुंस्कः शब्दः इति वदामः तदर्थमेव अत्र तस्य ह्रस्वत्वं कृत्वा स्पष्टा भाषा इति स्पष्टभाषा इति समस्तपदं भवति आहत्य किं ज्ञातव्यम् अस्मिन् पदे समासद्वयमस्ति विशेषणपूर्वपदकर्मधारयसमासः अस्ति अपि च नैतत्पुरुषसमासः अस्ति तथा अस्ति चेत् विशेषणपूर्वपदगर्भ नैतत्पुरुषसमासः इति वक्तव्यम् एतावता इत्युक्ते तस्याः तस्य शिशोः भाषा स्पष्टा नास्ति इति अर्थः तत्र स्पष्ट इति पदमपि क्तान्तरूपम् इष्ट इव स्पष्ट एतादृशानि पदानि क्तान्तरूपाणि किन्तु तत्र हाल्सन्धिकार्यं भूत्वा तत्र टकारः श्रूयते तत्र अपि च स्पष्ट इति तत्र धातुः किं वदामः अनिट् धातुः यत्र कुत्रापि अनिट् धातुः अस्ति चेत् तत्र ईदृशानि हल्सन्धिकार्याणि भवन्ति क्तान्तरूपेषु पठ् धातोः रूपं पठित भवति किन्तु अनिट् धातुषु मध्ये इडागमः न भवति अपि च हल्सन्धिकार्याणि भूत्वा ईदृशानि पदानि निर्मितानि स्पष्ट इश् धातोः रूपम् इष्ट इत्यादीनि पदानि भवन्ति अपि वदतु भगिनि तत्र ल्युट्टन्तपदं नास्ति वा तद्धातोः कस्य कस्य ल्युट् रूपं कस्य पदस्य स्पष्टा द्रष्टव्यं तत्र स्पश अहं दृष्टवती स्पश इति स्पश् इति धातुः अस्ति तस्मात् क्तान्तरूपं क्ताप्रत्ययं योजयित्वा स्पष्ट इति रूपम् आगतं किन्तु तस्य धातोः ल्युडन्तरूपं किं द्रष्टव्यं स्पर्शनं चिन्तनीयं भगिनि द्रष्टव्यं ल्युडन्तरूपं किन्तु मम चिन्तनमस्ति सर्वेषां धातूनां ल्युडन्तरूपं भवति एव इत्युक्ते धातुषु ल्युडन्तरूपम् अस्ति एव. अपि च भाषते इति पदमस्ति. भाषते इति अत्र आत्मनेपदिरूपम् अस्ति. अत्र भुवादिगणीयधातुः अस्ति. भाषते व्यक्तायां वाचि इत्युक्ते वाचि इति पदं वाक्शब्दस्य सप्तमी रूपं वाचि. तत्र वाक् वाचौ वाचः इति पदमस्ति. चकारान्तपदं व्यक्तायां वाचि इत्यस्मिन् अर्थे. साधारणतया धातोः अर्थाः सप्तमीविभक्त्यां तत्र द्रष्टुं शक्नुमः. किमर्थमित्युक्ते तस्मिन् अर्थे व्यक्तायां वाचि इति लिखितमस्ति. माता तं बुभुक्षितं मन्यते. तम् इत्युक्ते कं? शिशु. शिशुम्. अत्र उषा भगिनी भवती एव वदतु, अत्र कर्मपदं किम् अस्मिन् वाक्ये? माता तं बुभुक्षितं मन्यते. तं कं? तं कर्मपदम्. तं कं? शिशुम्. शिशुम्. अत्र प्रथमाविभक्ति बुभुक्षितं त प्रत्यय. बुभुक्षितः, बुभुक्षिता, बुभुक्षितम् किञ्चित् न भगिनि, अत्र बुभुक्षितम् इति पदं भिन्नं पदं वदामि, एकवारं वदामि. अत्र वयं पूर्वं बुभुक्षा इति पदं दृष्टवन्तः, किन्तु अत्र किं लिखितमस्ति? बुभुक्षितः. प्रथमाविभक्त्यन्तं रूपं बुभुक्षितः, किन्तु अस्मिन् वाक्ये कर्मपदमस्ति. तं शिशुः, शिशोः विशेषणम् इत्युक्ते तम् इत्युक्ते शिशुं. शिशुः गुरुशब्दवत् पुंलिङ्गपदं, किन्तु अत्र शिशोः विशेषणमस्ति बुभुक्षितः. शिशुः बुभुक्षितः अस्ति इति. परन्तु बुभुक्षितं किं लिखितमस्ति भगिनि? वदामि, अत्र बुभुक्षितः इति प्रथमाविभक्त्याम् अस्ति, किन्तु अस्मिन् वाक्ये द्वितीयाविभक्त्यां कर्मपदत्वेन लिखितमस्ति. बुभुक्षितः इति पदं बहुव्रीहिसमासयुक्तं पदं. भोक्तुम् इच्छा सञ्जाता अस्य सः. इत्युक्ते भोक्तुम् इच्छा यस्मिन् अस्ति सः, सः बुभुक्षितः. इत्युक्ते अत्र बुभुक्षितः इति पदं समस्तपदं, तस्मिन् पदे बहुव्रीहिसमासः अस्ति. प्रथमाविभक्त्यां बुभुक्षितः इति पदमस्ति. तादृशं पदमेव क्षुधितः. तत्र पर्यायवाची शब्दः, अन्यशब्दः. शिशोः विशेषणं बुभुक्षितः. एतावता. साधारणतया बहुव्रीहिसमासयुक्तं पदं त्रिषु लिङ्गेषु भवति. बुभुक्षितः इति पुंलिङ्गं भवति, बुभुक्षिता स्त्रीलिङ्गे भवति, बुभुक्षितम् इति नपुंसकलिङ्गे अपि भवति. किन्तु अस्मिन् वाक्ये पुंलिङ्गपदस्य द्वितीयारूपं, द्वितीयाविभक्ति कर्मपदम् इव लिखितमस्ति. माता तं शिशुं बुभुक्षितं मन्यते. मन्यते इति पदमपि तत्र मन् धातोः रूपं, दिवादिगणीयधातुः मन् धातुः. मन्यते इति आत्मनेपदिरूपम् अस्ति. एतावता वयं किञ्चित् चिन्तनं कृतवन्तः. अन्ततो गत्वा एकं किञ्चित् एकं वाक्यं वदामि. तत्र किं लिखितमस्ति? यदा शिशुः जायते तदा महोत्सवः भवति इति अत्र लिखितमस्ति. किन्तु मया एकं वाक्यं श्रुतम्, एकाक्षरलाघवमपि पुत्रोत्सवं मन्यन्ते वैयाकरणाः. इत्युक्ते सूत्रेषु वैयाकरणाः किं कुर्वन्ति? सूत्राणि लिखन्ति, लिखितवन्तः सूत्राणि. सूत्रेषु एकाक्षरलाघवम् अपि, इत्युक्ते एकाक्षरलाघवं साधितं चेदपि वैयाकरणाः सर्वदा पुत्रोत्सवं मन्यन्ते. इत्युक्ते यदा पुत्रः जायते तदा पिता साधारणतया सन्तुष्टः भवति. तादृशरीत्या एव वैयाकरणाः सूत्राणां लेखनसमये, सूत्रेषु एकम् अक्षरम्, एकस्य अक्षरस्य लघुत्वं भवति चेदेव ते पुत्रोत्सवं मन्यन्ते. पुत्रः लैक् दे विल् एक्स्पीरियन्स् द हेपिनेस् एस् इफ् दे हेव् गाट् ए सन् इत्युक्ते तदर्थमेव व्याकरणलोके सूत्राणि बहु लघु सूत्राणि भवन्ति. यद्यपि सूत्रं बहु लघु अस्ति चेदपि तस्मिन् पदविच्छेदं कुर्मः चेत् बृहत् अर्थः बृहान् अर्थः सूत्रेषु द्रष्टुं शक्नुमः. एकाक्षरलाघवमपि पुत्रोत्सवं मन्यन्ते, तस्मिन् वाक्ये अपि मन्यन्ते इति आत्मनेपदिरूपं. किन्तु कथा इतोपि किञ्चित् अस्ति. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा अन्येषां पदानां विषये किञ्चित् चिन्तनं कुर्मः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः.